पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 10 नारद उवाच अत्रोत्तरे मया गत्वा कथितं सिन्धुसूनवे त्वां हन्तु सर्ववीरेशप्रतिज्ञा शम्भुना कृता श्रुत्वेद्धं मध्वजो राजंस्ततः पप्रच्च सोऽसुरः जालन्धर उवाच किमस्ति शूलिनो गेहे रत्नजातं महामुने तन्ममाचक्ष्व सकलं नास्ति युद्धं निरामिषं नारद उवाच भूदीर्घात्रे वृषो जीर्णफणिनोऽङ्गे गले विषम् भिक्षापात्रं करे पुत्रौ गजानन षडाननौ इत्यादिविभवस्तस्य यदन्यतन्निबोधमे तनया गिरिराजस्य विशाला ह्युन्नतस्तनी दग्धस्मरोऽपि भगवान्यस्यारूपेण मोहितः महेशो यद्विनोदाय कुरुदे नित्यकौतुकं नृत्यं गायंश्च ताञ्चम्भुस्वयं भवदिहासकः सा पार्वतीति विख्याता सौन्दर्यावधि दैवतं वृन्दावराङ्गना राजन्निमाश्चाप्सरसशुभः न चाप्नुवन्ति पार्वत्या षोडशीमपि तां कलाम् इत्युक्त्वाहं महीपालजालन्धरममर्षणं पश्यतां सर्वदैत्यानामन्तर्धानं गदः क्षणाद अध स प्रेषयद्दूतं सिन्धुजसिंहिकासुदम् क्षणेनासाद्य कैलासं देवावासमपश्यत अत्रान्तरे हरिर्भीममापृच्छ्य तु तदाहरं जगामालक्षितस्तूर्णं क्षीराब्धिं भेदशङ्कया ददर्श राहुर्भवनं शङ्करस्यादिदीप्तिमद् आत्मानमात्मना वीक्ष्य किमित्याह सुविस्मितः प्रवेष्टुकामो बलिभिर्द्वारिद्वास्तैर्निरोधितः यत्नवान् स निषिद्धोऽपि तदा ते प्रोद्यदायुधाः तान्निवार्य गणान्नन्दी व्याजहार विधुं तुदं कस्त्वं कस्मादिहायाद किं कार्यं तव बर्बर ब्रूहि कार्यं गणा यावत् त्वां न हन्युर्भयावहः राहुरुवाच दूदो जालं धरस्याहं त्वं मां सर्वान्तिके नय न वाच्यमन्तरे द्वास्त महाराजप्रयोजनं नन्दी दूतोक्तमाकर्ण्य नीललोहितमाययौ दण्डवत्प्रणिपत्याग्रे स्थित्वा शङ्करमब्रवीद सैंहिकेयो महाराजद्वारे तिष्ठति कार्यतः स प्रयात्वधवायादु भवानाज्ञप्तुमर्हति नन्दिनोक्तमधाकर्ण्य त्वरन्निव महेश्वरः सुप्ता मन्दपुरा देवीं प्रस्ताप्य च सखीवृतां पश्चाद्वास्तं जगादाध नन्दिन्दूतं प्रवेशय तदो हस्ते प्रगृह्यामुं दूदं नन्दी महाबलः आनयामास देवानां मध्ये शम्भुमदर्शयद तं ददर्श तदा राहुर्जटिलं नीलमात्मनि पञ्चवक्त्रं दशभुजं नागयज्ञोपवीतिनं देवी विरहितं मूर्ध्नि चन्द्रलेखाविभूषितम् उच्छ्वासोच्छ्वास निर्मुञ्चत् हृदाकु गणसेवितं सर्वदेवगणोपेदं सेवितं गणकोटिभिः प्राप्तं ज्ञात्वा ततो दूतं शम्भुरालोक्य चाग्रदः प्राहब्रूहि तदा राहुर्वक्तुं समुपचक्रमे राहुरुवाच देवजालन्धरेणाहं प्रेषितस्तव सन्निधौ तस्य शिववच श्रुत्वा मन्मुखेन द्रुतं गुरु गिरिशत्वं तपोनिष्ठो निर्गुणो धर्मवर्जितः तव नास्ति पिता माता वसुगोत्रादिवर्जितः जालन्धरो महाबाहुर्भुङ्क्तेऽसौ भुवनत्रयं तस्यैव वश्यस्त्वमभि ततश्चोक्तं समाचर पुराणपुरुषकामी वृषारूढः कथं भवान् एवं वदति सम्प्राप्तौ सुतौ स्कन्दविनायकौ तस्मिन् काले देवदेवो यदवागङ्गमर्दनं चकार च करैर्व्यस्तैर्वासुकिर्भूतले पतत हेरम्बवाहनस्याखोः पुच्छं ग्रस्तमथाहिना स्वपत्रं ग्रस्तमालोक्य मुञ्ज मुञ्जेत्युवाचः अत्रान्तरे स्कन्दवाहं क्षुब्धं वीक्ष्य महास्वरं तद्भयाद्वासुकिर्ग्रस्तमाकु पुच्छमद्धोद्गिरद अधारुह्य हरस्याङ्गं गलमावेष्ट्य संस्थितः तस्य निःश्वासपवनैरथजादो हुदाशनः तस्योष्मणा चन्द्रलेखा जडा जोडाडवी स्थिता सार्द्रतां तु तदा सायात्प्लाविदं तद्वपुर्यथा तस्याः मृदधाराभिर्ब्रह्ममस्तकमालिका हरमौलिकपालानामभूत् संजीविता तदा पपाठ पूर्वमभ्यस्तं सर्वयोगश्रुतिक्रमं श्रुत्वा परस्पराधीतं विवदन्ति शिरांस्यथ अहमादिरहं पूर्वमहमेव परात्परः अहं स्रष्टा अहं पादेत्युत्सुकानि परस्परम् शोचन्त्येतानि नो दत्तं नो भुक्तं न हुतं मया लोभग्रस्तेन मनसा नो वित्तं ब्रह्मणेऽपि तम् अधेश्वरजडाजूडा दाविरासीद्गणो महान् त्र्याननस्त्रिचरणस्त्रिपुच्छसप्तहस्तवान् स च कीर्तिमुखो नाम पिङ्गलो जडिलो महान् तं दृष्ट्वा सा कपालाली भयात्तस्तौ मृतेव सा पुरतः प्राह सगणस्तद कीर्तिमुखः प्रभुं प्रणिपत्य शिवं देवमत्यर्थ तं क्षुधिधः प्रभो तदोक्तशङ्करेणाहो भक्षयत्वं रणेहदान् क्षणं विचार्य सगणक्वाप्य दृष्ट्वा रणं तदा ब्रह्माणं भक्षितुं प्राप्तः शङ्करेण निवारितः तदकीर्तिमुखे नाथस्वाङ्गं सर्वं च भक्षितं बुभुक्षितेन चात्यन्तं निषिद्धेन च सर्वतः तत्साकसं तदा दृष्ट्वा भक्तिं कीर्तिमुखस्य च तमुवाचेश्वरप्रीदप्रसादे तिष्ठ मे सदा त्वच्चित्तरहितो यश्च भविष्यति ममालये सपतिष्यति शीघ्रं हीत्युक्तः सौन्दर्हितो भवद शम्भोर्मूर्ध्नि तदा देवा ववृषु पुष्पवृष्टिभिः एवमत्यद्भुतं दृष्ट्वा सभायां तु त्रिशूलिनः स्वर्भानुरपि देवेशं पुनः प्रोवाच विस्मितः स्पृशन्ति त्वां कथं भावं स्वाधीनं योगिनं बलाद इन्द्रियैः पूज्यसे त्वं हि प्राप्योऽयं विषयैः कथम् ब्राह्मादिलोकपालानां पूजां गृह्णासि सर्वतः न त्वं पश्यसि कं देवं त्वं पूजयसि कञ्चन ईश्वरोऽसि कथं लोके भिक्षाभोजी प्रतिष्ठितः सङ्गोपयसि योगीन्द्रगौरीं रम्यां प्रयच्छ मे कन्दलम्बोदराभ्यां त्वं पुत्राभ्यां सहितोऽधुना भिक्षां पात्रं गृहीत्वा दुभ्रमनित्यं गृहे गृहे एवं बहुविधं तत्र राहुराहेश्वरं प्रति भगवानपि तच्छ्रुत्वा नोत्तरं किञ्चिदब्रवीद अदेशं मौनिनं त्यक्त्वा राहुर्नन्दिनमब्रवीद त्वमं त्रीह्यसि सेनानिर्विकटानन बिम्बदृक एवमाचरितभ्रष्टं त्वं शिक्षयितुमर्हसि नो चेन्द्रो श्रेणेन्द्र इव पदिष्यदि रणे हतः इत्याकर्ण्यवचस्तस्य नन्दी विज्ञाप्य चेश्वरं भ्रूसंज्ञयैव स तदा मदमाज्ञाय शूलिनः सम्पूज्य प्रेषयामास राहुं नन्दी गणाग्रणीः अथ जालन्धरं गत्वा कथयामास विस्तराद स्वर्भानुस्तस्य वृत्तान्तं गौरीरूपं मनोहरम् इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे युधिष्ठिरनारदसंवादे कैलासाद्राहुप्रत्यागमनं नाम दशमोऽध्यायः ॐ